पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 4 ऋषय ऊचुः मेरोरथोत्तरं पश्चात् पूर्वमाचक्ष्वसूततः निखिलेन महाबुद्धमाल्यवन्तं च पर्वतं सूत उवाच दक्षिणेन धुनीलस्य मेरोः पार्श्वे तथोत्तरे उत्तरा कुरवो विप्राः पुण्या सिद्धनिषेविताः तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः पुष्पाणि च सुगन्धिनिरसवन्धिफलानि च सर्वकामफलास्तत्र केचिद्वृत्त्या द्विजोत्तमाः अपरे क्षीरिणो नाम वृक्षास्तत्र द्विजोत्तमाः प्रक्षरन्ति सदा क्षीरं तत्र सर्वे मृदोपमं वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका सर्वर्तुसुखसंस्पर्शा निष्फलाश्च तपोधनाः देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः शुक्लाभिजनसम्पन्नाः सर्वसुप्रियदर्शनाः मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृदसन्निभं मिथुनं जायते काले समं ताच्च प्रवर्धते तुल्यरूपगुणोपेदं समवेशं तथैव च एकमेवानुरूपं च चक्रवाकसमं द्विजाः निरामयाश्च ते लोका नित्यं मुदितमानसाः दशवर्षसहस्राणि दशवर्षशतानि च जीवन्ति ते महाभागा न चान्योन्यं जगत्युद भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः तान्निर्हरन्तीह मृतान् दरीषु प्रक्षिपन्ति च उत्तराकुरवो विप्रा व्याख्यातास्ते समासदः मेरु पार्श्वमहं पूर्वं प्रवक्ष्यामि यथा तथं तस्य मूर्ताभिषेकस्तु भद्राश्वस्य तपोधनाः भद्रशालवनं यत्र कालाम्राश्च महाद्रुमाः कालाम्रास्तु महाभागा नित्यं पुष्पफलाशुभाः द्रुमाश्च योजनोत्सेधाः सिद्धचारणसेविताः तत्र ते पुरुषाश्वेदाः तेजोयुक्तमहाबलाः स्त्रियः कुमुदवर्णाश्च सुन्दर्यप्रियदर्शनाः चन्द्रवर्णाश्चतुर्वर्णाः पूर्णचन्द्रनिभाननाः चन्द्रशीतलगात्राश्च नृत्यगीतविशारदाः दशवर्षसहस्राणि तत्रायुर्द्विजसत्तमाः कालाम्ररसपीदास्ते नित्यं संस्थितयौवनाः दक्षिणेन दुनीलस्य निषधस्योत्तरेण तु सुदर्शनो नाम महान् जम्बूवृक्षः सनातनः सर्वकामफलपुण्यः सिद्धचारणसेवितः तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः योजनानां सहस्रं च शतं च द्विजसत्तमाः तथा माल्यवधशृङ्गे पूर्वे पूर्वानुगान्धकाः योजनानां सहस्राणि पञ्चाशन्माल्यवान् द्विजाः महारचदसङ्काशा जायन्ते तत्र मानवाः ब्रह्मलोकच्युताः सर्वे च ब्रह्मवादिनः तपस्तप्यन्ति ते दिव्यं भवन्ति ह्यूर्ध्वरेतसः रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरं षष्ठिस्तानि सहस्राणि षष्टिरेव शतानि च अरुणस्याग्रदो यान्ति परिवार्य दिवाकरं षष्टिवर्षसहस्राणि षष्टिरेव शतानि च आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् इति श्रीपद्मे महापुराणे स्वर्गखण्डे चतुर्थोऽध्यायः ॐ